तर्हि प्रथमं वयं यदादिभ्यश्च इति वेतुधातूनां यत् आवल्यं वयं पठितवन्तः एकवारं पठित्वा किञ्चित् किञ्चित् वयं प्रत्येकस्मिन् वर्गे वयं किञ्चित् किञ्चित् आवल्यं आवलितः पठित्वा वयम् अग्रे गच्छामः. तर्हि रद्धिति अस्ति प्रथमधातुः. हिंसाराधोः राध्योः इति अस्ति. किम् अस्ति राध् इति वयं पूर्वं पठितवन्तः. राध् इति किम् अस्ति, टु फिनिश्ड् अकम्प्लिश् इति आसीत्. हिंसा अनिर्धातु राध् अनिर्धातुनम् आवल्यम्. आम्, तर्हि रद् इत्यस्य अर्थः राध् इति भवति, अनन्तरं हिंसाते अपि भवति इति कृत्वा इति अस्ति इति अस्ति. हिंसाराध्योः इति दिवादिगणीयधातुः अस्ति. सर्वे अपि धातवः दिवादिगणीयाः सन्ति. रध्यति इति रूपं रद्धा रद्धुम् इति वयं पूर्वं पठितवन्तः. रधिता रद्धुम् इति धातुमपि भवति. नश् इति धातुः अदर्शने इति तत्र पेरिष्यति अस्मिन् अर्थे नश्यति इति भवति. तृप् धातुः प्रीणने प्लीस् इति प्रीणने तृप्यति इति. दृप् धातुः हर्षमोहनयोः इति दृप्यति इति. तत्तु टु बि ग्लाड् टु बि प्रौड् इति दृप्यति इति भवति. तदनन्तरं तु किम् अस्ति वा दृह मुह श्नुह श्निहाम् इति यथा भगिनी पूर्वम् उक्तवती आसीत् तस्मिन् सूत्रे चत्वारः धातवः सन्ति. तर्हि तेषाम् उल्लेखः अस्ति अत्र. तर्हि जिज्ञासायाम् इति जिज्ञासायाम् इत्युक्ते टु बियर् मेलस् आर् हेट्रेड् इति दृश्यति इति जिज्ञासा इति. अनन्तरम् इत्युक्ते हिंसां कर्तुम् इच्छति इति अर्थे जिज्ञासा इति जिज्ञासायाम् इति. मुख् इति धातुः वैचित्ये इति अत्र तु टु बिकम् चित्तः नास्ति यत्र विचित्तः इति तादृशभावः यत्र भवति इत्युक्ते वैचित्ये इति मुह्यति इति. अनन्तरं स्निह् धातुः पुनः किम् अस्ति उद्गिरणे इति ओमिट् इति स्नुह्यति इति अस्ति उद्गिरणे इति. अनन्तरं स्निह् इति धातुः प्रीतौ भवति स्निह्यति इति. तर्हि सर्वे अपि दिवादिगणीयाः सन्ति. अनन्तरं सर्वे अपि परस्मैपदिनः सन्ति इति स्मरामः तावत्. तर्हि भगिनी यद् रूपं भवती लिखितवती लटि यत् स्नेहयति तत्र स्नेहयति न भवति वा? ओ तत्र दिवादिगणी अस्ति दिवादिगणी गुणः न भवति साधु. तर्हि वयम् अस्मिन् गणे ये धातवः वयम् अधुना पठितवन्तः तस्य अर्थसहितं रूपमपि सहितं वयम् अग्रिमे सप्ताहे पठित्वा आगच्छामः. तावद् अष्टधातवः सन्ति. तदनन्तरं निरहकुशः इति अस्ति. निष्कर्षे इति टु एक्स्ट्राक्ट् इति अर्थः. कुश् धातुः. तर्हि निरहकुशः इति सूत्रेण अत्र यद् भवति इति. तर्हि कुश् धातुः क्रयादिगणीयधातुः. कुष्णाति इति भवति एक्स्ट्राक्ट् इति क्रयादिगणीय. तर्हि तावद् नवधातूनां वयम् आवलिं स्मृत्वा अर्थसहितं वयं पठित्वा आगच्छामः. तर्हि तदनन्तरम् अधुना वयं युक्लकारस्य प्रारम्भं कुर्मः. तर्हि तथा वयं प्रथमं पञ्च वा दशनिमेषान् यावत् वयं स्वीकृत्य आवलिं पुनः अस्माकं लाङ्ग् टर्म् मेमरि मध्ये किञ्चित् स्थापयामः. लुट्लकारस्य आरम्भं कुर्मः तर्हि अत्र पठति वा भगिनि सरला भगिनि. लुट्लकारयतु भगिनि. वदामि पठामि पाठयतु भगिनि. आमाम् आरम्भतः लुट्लकार. गतरात्रे अन्तिमप्रहरात् आगमस्य मान रात्रे प्रथमपहरपर्यन्तम् अद्यतनकाल इति उच्यते. न विद्यति अद्यतनं यस्मिन् अनद्यतनम् अनद्यतन् भविष्यत्कालस्य विवक्षायां लकारो विधीयते. यथा श्वः देवदत्तः कर्ता, देवदत्तः श्वः भोक्ता. यदा अद्यतनकालस्य अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम् अन्तर्भूतं तदा लृट् लकार उपयुज्यते. अद्य वा श्वः देवदत्तः करिष्यति, अद्य वा श्वः वा देवदत्तः खादिष्यति इति. इदानीं भविष्यकाले द्वयं पारिभाषिक शब्दाः उपयुक्ता अस्ति, अत्र उपयुक्तस्तः एकम् अस्ति अनद्यतम् अनद्यतनम् अद्य अस्ति, अन्यम् अस्ति अद्यतनम्. तयोः मध्ये भेदः किम् अस्ति? यत् कालं रात्रौ अन्तिम प्रहर आरभ्य आगम रात्रस्य प्रथमप्रहर पर्यन्तं यत् अस्ति तत् भवति. भगिनि, आधुनिककाले वयं तथा वदामः, रात्रितः रात्रिपर्यन्तम् इति, मिड् नैट्तः मिड् नैट् पर्यन्तम् इति वदामः. किन्तु यत्र वयम् अस्माकं किम् अस्ति कुण्डल्याः यत् गणनं भवति, अस्माकं शास्त्राणि भवन्ति खलु, तत्र तु षड्वादनात् आरभ्य एव नूतनदिनं प्रारभते खलु. चर्चा अभवत् वर्गे इति कश्चन उक्तवान्, सूर्योदयात् आरभ्य सूर्योदयात् आरभ्य अग्रिमे दिने सूर्यादत्तं पर्यन्तम् एक दिनं सामान्यतः भवति इति कृत्वा तथा उक्तवती. सूर्योदयतः सोलार् डे, सोलार् डे इति तत् भवति चतुर्विंशति घण्टाः, तस्य एक त्रयघण्टाः प्रत्येक प्रत्येकत्रयघण्टा एक प्रहर भवति इति. आम् आम्, तर्हि रात्रिः इति वक्तुं न शक्नुमः खलु वयं, प्रायः तदेव रात्रिः एव सूचितमस्ति इति मन्ये. सूर्योदयात् प्राक् यत् अस्ति तद् रात्रिः इति महोदयेन सूचितं, नाट् मिड् नैट् लिङ्ग्. किन्तु अहम् इति तर्हि एवं वक्तव्यं, प्रथमप्रहरात् आरभ्य अग्रिमसूर्योदयस्य प्रथमप्रहरपर्यन्तं भवति इति वदामः चेत् सम्यक् भवति खलु. एकप्रहर न भवति तत् न, प्रहर मीन्स् द स्ट्रैक् क्लाक् स्ट्रैकिङ्ग्. सूर्योदयपर्यन्तम् इति वक्तव्यम् आसीत्, रात्रितः रात्रिपर्यन्तम् अस्माकं यत् अस्ति शास्त्रे न भवति तथा भवति. अद्यतनकाल अद्यतनकाल शेष भवति अनद्यतनकाल. सो रात्रौ आरभ्य सूर्योदय, रात्रौ न आरम्भं न भवति, सूर्योदयतः सूर्योदयपर्यन्तं भवति. सूर्योदयतः सूर्योदय तद् चतुर्विंशति घण्टा तत् भवति अद्यतन. भारते तु सामान्यतया 5:53 सूर्योदयः भवति, ततः आरभ्य अग्रिमदिने सूर्योदयपर्यन्तं तद् भवति अद्यतनकाल. अद्यतन तत् विहाय अनद्यतन मीन्स् श्वः इति यदि भवति दिनं द्वयं तदनन्तरम् इति अनद्यतनकाल इति भवति. यत्किमपि भवतु तत् सर्वं तु अनद्यतनं भवति. यत्किमपि अस्माकम् अक्षिण्या वयं द्रष्टुम् अर्हामः तत् सर्वम् अनद्यतनम् इति भवति. आम्, भविष्यत्काले तु केवलम् अनद्यतनम् इति एव अस्ति, कियत् पर्यन्त परोक्ष इत्यस्य विवक्षा नास्ति भविष्यत्काले. भूतकाले तु परोक्ष इति भवति, भविष्यत्काले परोक्ष इति तु विवक्षा एव नास्ति, अद्य अनद्यतन इति विवक्षा. अस्तु, यत्र लुट् लकार अस्ति तत् तस्य लुट् लकारस्य प्रयोगः भवति अनद्यतन भविष्यकाले. किन्तु यत् लिट् लकार अस्ति तस्य प्रयोगः भवति अद्यतन अपि अनद्यतकाले, द्वयोः विवक्षा द्वयोः काले कालद्वयं तत्र उपयोगं कर्तुं शक्नुमः. लिट्लकारम् उपयुज्य अद्यतनार्थे अपि प्रयोक्तुं शक्नुमः यत् न सम्भवितम् अग्रे किं भवति इति. अनन्तरं श्वः आरभ्य यत्किमपि भवतु भविष्यत्काले तत्रापि लुट्लकारस्य प्रयोगः भवति. किन्तु लुट्लकारस्य अद्य रात्रौ किमपि भवति चेत् तस्य प्रयोगं वयं न कर्तुं शक्नुमः. निश्चयेन अग्रिम अग्रिमदिनात् एव आरम्भं भवति. अस्तु, लुट्लकारप्रयोग कथं भवति? उदाहरणम् अस्ति, श्वः देवदत्तः कर्ता, कर्ता तत्र तास् इति प्रत्यययोजितम् अस्ति. श्वः देवदत्तः कर्ता, देवदत्त श्वः भोक्ता इति भवति. इत्युक्ते श्वः देवदत्त करिष्यति वा श्वः देवदत्त भक्ष्यति इति भवति. यथा इदानीं दत्तमस्ति अद्य वा श्वः देवदत्त करिष्यति, अद्य वा श्वः देवदत्त खादिष्यति इति. सूत्रं पठामि. अस्ति, अन्नदत्तने लुट्, अन्नदत्तन् भविष्यत्कालार्थे धातो लुट् लकारो भवति. अनद्यतने सप्तम्यन्तं लुट् प्रथमान्तं द्विपदमिदं सूत्रं. भविष्यति गम्यादयः इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः. भविष्यत् शब्दस्य भविष्यति इति सप्तम्यन्तं रूपं, धातोः प्रत्ययः परश्च इत्येषाम् अधिकार अनुवृत्तिसहितसूत्रम्. अनद्यतने भविष्यति धातोः लुट् प्रत्ययः परश्च. सूत्रमस्ति अनद्यतने लुट् इत्युक्ते लुट् लकारस्य प्रयोगः भविष्यत्कालार्थे भवति इति, भविष्यत्कालार्थे अनद्यतनकाले इति अस्ति. अनद्यतने इति सप्तमी विभक्त्याम् अस्ति, लुट् इति प्रथमा विभक्त्याम् अस्ति. अनुवृत्तिसहितसूत्रम् अस्ति अनद्यतने सप्तमी विभक्ति. भविष्यति इति भविष्यकाल इति अनुद्यतने अनुद्यतने भविष्यति. भविष्यत् अपि सप्तमी विभक्त्याम् अस्ति. धातोः धातोः योगे इति धातोः तस्य भवति पञ्चमी विभक्ति, साधु धातोः परे आगच्छति. लुट् प्रत्यय तस्य प्रयोगः भवति परश्च धातोः परे इति आगच्छति प्रत्यय. भगिनि अत्र अत्र अत्र सप्तमी कीदृशसप्तमी अस्ति अत्र? अहं चिन्तयामि विषयसप्तमी भवति. सप्तमी इति अस्तु भगिनि, साधु प्रायः स्यात्, तदेव मम संशयः आसीत्, प्रायः स्यात् अद्यतने. अनद्यतने भविष्यति धातोः लुट् प्रत्ययः स्यात्. तत्र अनद्यतने भविष्यति द्वयोः विशेषणविशेषभावः अस्ति साधु. अनद्यतने भविष्यति किं विशेषं, किं विशेषं? भविष्यति, भविष्यत् इति विशेष्यं भवति. अनद् कीदृशभविष्यत्कालः इत्युक्ते अनद्यतनभविष्यत्कालः विशेषणं भवति. विशेषं भवति, ओ विशेषणम् अस्तु. अग्रे अग्रे अरुणा भगिनी. आं भगिनि, नमस्ते सम्यता. भगिनि पुनः वदतु भगिनि, कालः सामान्य इण्डिया भारतदेशे सूर्य उदय सामान्यते भगिनि, शास्त्रे किं भवति इति कर्तुं शास्त्रे अस्ति भगिनि. बट् ऐ मीन् फार् टुडेस् वर्ल्ड् प्रायः वि डोण्ट् हाव् टु थिङ्क् लैक् दट्. वि केन् सी थिङ्क् फ्रम् नैट् अदर्वैस् इट् मैट् गेट् कन्फ्यूस्ड्. शास्त्रीयरीत्या तु सूर्योदयतः सूर्योदयपर्यन्तम् एकं अधुना काल आधुनिककाले तु मिड् नैट् सन्सेट्. ओके, धन्यवादः. परिदेवने स्वस्तनी भविष्यद्दत्ते वक्तव्या वार्तिकं. दुःखार्थे लुट् लकारः अद्यतनकाले अपि भवति. इयं करपत्रा वदति. न शृणुमः भगिनि, किञ्चित् उच्चैः पठतु. ओके भगिनि, आगच्छामि. इयं नु कदा गन्ता या एवं पादौ निधाति, एषा कदा गमिष्यति या अनया रीत्या गच्छन्ति अस्ति. अयं नु कादाध्येता या एवम् अनभियुक्तः, एषः कदा पठिष्यति यः एवं प्रकारेण अलसः. भविष्यत्कालः एकवार्तिकमस्ति, परिदेवने स्वस्तमी भविष्यद्यर्थे वक्तव्या. इत्युक्ते दुःखार्थे लुट्लकारः अद्यतनकाले अपि भवति, दुःखार्थे लुट्लकारः अद्यतनकाले अपि भवति. उदाहरणमस्ति, इयं नु कदा गन्ता या एवं पादौ विददाति. किमर्थं भगिनि अत्र इयं तु कदा गन्ता इत्यस्य अर्थः किं भवति? एषा कदा गमिष्यति, एषा दुःखं, एतत् दुःखं कदा गच्छति इति. इयं वेदना परिदेवना, इयं परिदेवना कदा गन्ता, कदा गमिष्यति इति परिदेवना इति. परिदेवना इत्युक्ते दुःखम् इति. इयं परिदेवना कदा गन्ता, कदा गमिष्यति, अत्र तु अद्यतने प्रयुक्तम् अस्ति गन्ता इति. अद्यतने अपि भवितुम् अर्हति, अनद्यतने अपि भवितुम् अर्हति इति कृत्वा एव. कदा भवति इति न जानीमः खलु, प्रायः अद्यैव भविष्यति. सा एवं पादौ निददाति, अस्माकं पादौ, प्रथमपादौ एवं निददाति, प्रायः ट्रब्लिङ्ग् मै लेग् इति प्रायः तादृशार्थे एवं रीत्या गच्छति इति अर्थः अस्ति. अयं न कदा अध्येत एवं जस्ट् एवम् इति अर्थः. अयं हि कदा अध्येत एवम् अनभियुक्तः इति. अभियुक्तः इत्यस्य कः भवति? युक्तः नास्ति पठने वियोगमभवत् तत्परः. अभियुक्तः इत्युक्ते तत्परः इति, अनभियुक्तः इत्युक्ते पठने तत्परः नास्ति, अलसः अस्ति. पञ्च उपाङ्गानि, पञ्च उपाङ्गानि. यदा आर्धधातुकप्रत्ययः धातव्ये विधीयते तदा अङ्गकार्यात् प्राक् पञ्च उपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति. यमानि पञ्च उपाङ्गानि सन्ति, प्रत्यय आदेशः, धात्वादेशः, इदागमः, अतिदेशः, द्वित्वम्, अभ्यासकार्यं च. आदिदातुप्रत्यये पञ्च उपाङ्गप्रसङ्गस्ति. तत्र के प्रथमं प्रत्यय आदेशः, वयं जानीमः अनुद्यजने लुट् स्यात् धातुः अस्ति, धातोः परे विवक्षाम् अनुसृत्य प्रत्ययः आगच्छति. तदनन्तरं प्रत्ययं दृष्ट्वा वयं कदाचित् प्रत्ययं दृष्ट्वा कदाचित् प्रत्ययस्य स्वभावेन धातोः आदेशः अपि भवति. स्वभावेन तदनु धातु आदेशः भवति. धातोः स्वभावः प्रत्ययस्य स्वभावम् अपि दृष्ट्वा इदानुकूलः अस्ति चेत् इडागमः, उभयमपि इदानुकूलः इडागमः भवति. तदनन्तरम् अतिदेशः इति, कश्चन नूतनवर्णः कदाचित् आगमिष्यति. किमस्ति अतिदेशः इति? गुणपरिवर्तनं खलु. अत्र तु इत्यपि प्रत्ययः आगतः, तथापि तस्मिन् गुणकार्यं भवति वा न भवति वा इति अतिदेशं भवति, तदनु गुणकार्यं वा इति निषिद्धकार्यं निषेधः वा भवति अतिदेशानन्तरं श्रुत्य तदनन्तरं संस्कृतभाषायां द्व्युत्वं केवलं पञ्चसु स्थलेषु भवति लिटि सनि चङ्गि यङि स्लप् रुट्लकारे न भवति अतः अत्र चत्वारि रूपाङ्गानि द्रष्टव्यानि प्रत्यय आदेशः अत्र लुट्लकारस्य सिद्धतिङ्प्रत्ययानां प्रक्रिया प्रदर्श्यते मनसि भवेत् यत् पूर्वं कश्चन धातुः अस्ति ततश्च विवक्षामनुसृत्य लुट्लकारो विधीयते न तदेव भवति धातु प्रथमं धातु स्वीकृत्य अनुविवक्षा अनुसृत्य लुट्लकार प्रत्यय विधीयते अद्यतन वा अनद्यतन लुट्यते प्रयुज्यते धातुः अनद्यतने लुट् इत्यनेन अनद्यतनभविष्यत्कालार्थे धातोः लुट्लकारो भवति चिन्तनम् अनद्यतने प्रयोगः भवति चेत् लुट्लकारस्य विधानं भवति न श्रूयते भगिनि विवक्षामनुसृत्य तत्र लुट्लकारस्य लुट्लकार लुट् उपदेशे अजनोनासिक इत्यनेन उपदेशे उकारः अनुनासिक अथ तस्य इत्संज्ञा हलन्त्यम् इत्यनेन टकारस्य इत्संज्ञा तस्य लोपः इत्यनेन द्वयोः लोपः ल एव अवशिष्यति स्यातासीलुट्लोः इति सूत्रेण लुटि परे धातुतः तास् प्रत्ययः विधीयते तदनन्तरं तिङ्प्रत्ययः लस्य इति सूत्रेण टिप्तस्थिप्स्थिप्स्मत्सा इति द्वयाभ्यां सूत्रभ्याम् अष्टादश मूलतिङ्प्रत्ययः विधीयन्ते इदानीम् लुट्लकार लुट् अन्यद्यतने लुट् अत्र केवलं पकार हलन्तमिति सूत्रेण अनु उपदेशे अधुना सूत्रेण उकारः अपगच्छति अतः अकार एव नकार एव इत्युक्ते स्यातापि लुटोः इति सूत्रेण लास्थाने लुलुटो इति सूत्रेण लुटि परि धातो स्थास्पत्य विधीयते तदनन्तरं लस्य इति सूत्रेण लस्य इति तिङ्प्रत्यय परस्मैपदिप्रत्ययः वा अपनेपदप्रत्ययः विधीयते ते के प्रत्ययः तिप्तस्जि परस्मैपदप्रत्ययः क्षम्यताम् तां झां ध्वम् इत् वहि वहि इति आत्मनेपदप्रत्ययाः स्यात्यासि लुलुटोः लुट्टि धन्यवादः एकः प्रश्नः अस्मिन् यत् परिच्छेदं अरुणा भगिनी पठितवती तत्र लिखितमस्ति शतासि लुटो लुटे लुटो लुटि तस्मिन् तास् अपि प्रयुज्यते अपि तिप्तजित् तिङ् प्रत्यय अपि द्वयोः मेलनं भवति साधु तास् इति विकरणप्रत्यय इव आगच्छति. विधानम् अस्ति तास् इति प्रथमसोपाने यदा लुट् इति आगतं तथा एव चेतासि लुट्टोः इत्यस्य विधानं भवति खलु. तास् इति मध्ये आगत्य उपविशति तदनन्तरं लस्य इति सूत्रेण अनन्तरं तिप्तजि इत्यनेन प्रत्ययस्य साक्षात् मध्यमपुरुषः वा तदनु भवति. मध्यमपुरुष एकवचनं चेत् तदनु भवति सिप् भवति. किन्तु उदाहरणं दशति देवदत्तः श्वः भोक्ता, तत्र तिप् तिङ् प्रत्यय कुत्र अस्ति? तत्र तदनन्तरं ता इत्येव तत्र किम् अस्ति भोक्ता भोक्तारौ भोक्तारः इति वयं किम् अस्ति तत्र प्रत्ययनं वयं किम् अस्ति साधयामः खलु तथा एव रूपसाम्यं भवति अत्र तास् प्रत्ययस्तरेपि कुत्रचित् लोपः भवति भगिनि तत्र तत्र तास् इति रूपं भवति प्रथम अत्र प्रथमपुरुषे तु केवलं भोक्ता भोक्तारौ भोक्तारः इति तादृशं तृच् प्रत्ययस्य साम्यं भवति. ओके ओ इदानीम् आगच्छति पदानि आदेशाः के आदेशाः सन्ति तत्र. अस्तु धन्यवादः. मणिमहोदय अस्ति वा? न भगिनि, पुष्पा भगिनि. अस्तु भगिनि, अहमपि एकां पङ्क्तिं पठामि. यदासि लृटोः लृटोः लृटि लृङि च परे लृ इत्यनेन उभयोः ग्रहणं लृट् लृङ् अनयोः ग्रहणं तदनन्तरं लुट् प्रत्ययः अपि अस्ति. तर्हि लृटि लृङि च परे धातुतः स्य लुटि परे धातुतः तासि भवति तास् प्रत्ययः भवति. तासे इति तासे ऋकारः उच्चारणार्थः तासि इत्यस्मिन् तासेः इकारः तासेः यत् इकारः अस्ति तासि इति अस्ति खलु तत्र तु इकारः उच्चारणार्थः. स्यश्च तासिश्च तयोः इतरेतरद्वन्द्वः लृ च लुट् च तयोः इतरेतरद्वन्द्वः लृ लुटौ तयोः लृ लुटोः स्यतासि प्रथमान्तं लृ लुटोः सप्तम्यन्तं द्विपदमिदं सूत्रं धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितं सूत्रं धातोः परश्च स्यतासि प्रत्ययौ लृ लुटौ लुटोः. तर्हि अत्र धातोः परश इति पञ्चम्यन्तम् अस्ति खलु धातोः इति. तर्हि धातोः परे तु तास् प्रत्ययः विधानं भवति लुट् विवक्षायाम् इति खलु. लुट् विवक्षायाम् इति आगच्छामः. अत्रापि सप्तमी लुटोः लृ लुटोः इति सप्तमी तु विषये सप्तमी इति नो चेत् साक्षात् न विषयसप्तमी नास्ति. क्षम्यतां, साक्षात् परे अस्ति खलु. तर्हि किम् अस्ति तत्र निमित्तसप्तमी अस्ति लु लुटोः इति निमित्तसप्तमी. साधु भगिनि सरला भगिनी अरुणा भगिनि पुष्पा भगिनि सप्तमी विभक्तिः निमित्तसप्तमी अस्ति. प्रथमपुरुषे लुटः प्रथमस्य दारौ रसः इत्यनेन प्रथम परसे पदे दा टिप् इत्यस्य स्थाने डा तस् इत्यस्य रौ जि इत्यस्य स्थाने रस् अनन्तरम् आत्मनेपदे त इत्यस्य स्थाने डा आताम् इत्यस्य स्थाने रौ ज इत्यस्य स्थाने रस्. तर्हि सिंपद परसेपदि वा भवतु आत्मनेपदि वा भवतु प्रथमपुरुषस्य स्थाने लुटः प्रथमस्य स्थाने तु दारौ रसः इति आदेशः भवन्ति. सरला भगिनी पठति वा? अस्तु, लुट् प्रथमस्य दारौ रसः लुट् लकारस्य प्रथमपुरुषस्थाने क्रमेण डा रौ रस् इत्यादेशा भवन्ति. परस्मैपदे तिप् स्थाने गा, तप् स्थाने रौ, झि स्थाने रस्. आत्मनेपदे त स्थाने तर् स्थाने गा, आताम् स्थाने रौ, झ स्थाने रस्. दश्च रौश्च रश्च तेषाम् इतरे करद्वन्द्वः. दारौ रसः लुट् षष्ट्यन्तम्, प्रथमस्य षष्ट्यन्तम्, दारौ रसः प्रथमान्तं त्रिपदम् इदं सूत्रं. सूत्रस्य सम्पूर्णं लुट्टः प्रथमस्य दारौ रसः. इदानीं यथा भवती उक्तवती तथैव सूत्रं वदति. लुट् लकारस्य यदि मूलतिप्तझि प्रथमपुरुषे अस्ति, आत्मनेपदी ये सन्ति त आतां झ, तेषां के आदेशाः सन्ति, आदेशात् भवति डा रौ रस् इति लुटः इति अस्ति. लुटः लुट लुट् लकारे प्रथमस्य प्रथमस्य इति प्रथमस्मिन् प्रथमपुरुषे ये तिङन्तप्रत्ययाः सन्ति तस्य आशयः अस्ति. प्रथमस्य इति उक्त्वा दारौ रस् इति के आदेशाः सन्ति, प्रथमपुरुषे ये तिङ्प्रत्ययाः अस्ति तेषां प्रति दारौ रस् इति आदेशः अस्ति. तिप् इति परस्मैपदी तिप् स्थाने डा आगच्छति, तस् स्थाने रौ, झि स्थाने रस्, आत्मनेपदी त स्थाने डा, आतां स्थाने रौ, झ स्थाने रस् एते आदेशा आगच्छन्ति. तस्य सूत्रमस्ति लुटः प्रथमस्य डारौ रस. दारौ रस इति प्रथमान्त्यं भवति, प्रथमस्य षष्ठी भक्ति यत्तिङ् प्रत्ययस्थाने अस्ति. लुटः इति प्रथमपुरुषः साधु लुटः षष्ट्यन्तम् अस्ति लुटः. मणिमहोदय अस्ति वा, भवान् पठितुम् इच्छति वा महोदय, शक्नोति वा? मध्ये मध्ये भवतः दूरवाण्यः भङ्गं जायते. आम् महोदय, कुत्र कुत्र महोदय अनेकाचित् सर्वस्य वा? अस्तु, अनेकाचित् सर्वस्य इत्यनेन डा प्रत्ययः अनेकाल् अतः सर्वस्य स्थाने आदेशः भवति. अत्र प्रश्नः उदेति यत् डकारः इत्समेकः डा इति कथम् अनेकाल् उच्यते? परिभाषेन्दु लैन् अस्ति वा? अस्तु, धन्यवादः. सन्देहः आसीत् परिभाषेन्दु देशकरग्रन्थे परिभाषा देशकरग्रन्थे परिभाषा इन्दुदेशकरग्रन्थे परिभाषा अस्ति. नानुबन्धकृतम् अनेकाल् त्वं परिभाषा, अनेन यस्य वर्णस्य इत्समिका अस्ति तेन वर्णेन अनेकाल् त्वं न सिद्ध्यते. अतः एतस्मात् डा इति अनेकाल् न स्यात्, परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तमस्ति यत् दादिविषये तु सर्वदेशत्वं विना अनुबन्ध एव एवम् एव अभावेन अनुपूर्यात् सिद्धं. दादिविषयेषु दादिविषये तु विना अनुबन्ध एव तात्पर्यम् एवं यत् यावत् तिप् स्थाने डा न आगच्छेत् तावत्ति तिपि विद्यमानप्रत्ययत्वं डा आदेशः न भवति. प्रत्ययत्वं डा आदेशः नास्ति चेत् चुटु इत्यस्य प्रसक्तिः एव नास्ति एव. अतः इत्समिका नास्ति, अनुबन्धं च नास्ति. अतः परस्मैपदी पदे तिप् लुटः प्रथमस्य डारौ रसः इति स्थले द आदेशस्य प्रत्ययत्वात् प्रत्यभावात् अनुबन्धं नास्ति, तस्मात् च न अनुबन्ध कृतम् अनेकालत्वं परिभाषा इति परिभाषाप्रसक्तिः नास्ति. अनेन अलोन्त्यस्य तिप् इकारस्य एव स्थाने द इति निर्वायते. महोदय अत्र पूर्णतया न अहमिच्छामि, बट् परन्तु किं महद्वान् वदामि, अत्र ड इति आदेशः अत्र परन्तु प्रत्ययः भवति वा इति, अत्र प्रत्ययः भवेत् अत्र अनेकाचित् सर्वस्य इति सूत्रं त्वेन आगच्छति. ड इति प्रत्ययः भवत् परन्तु मूलप्रत्ययः तिप्तस्जि इति स्थाने स्थाने एव डा आगच्छति, अतः प्रत्ययः एव अस्ति किल. न किन्तु यत्र आदेश प्रथमं तु शब्दः एव अस्ति खलु, विधानात् पूर्वं किम् उक्तमस्ति, सामान्यचिन्तनं किं भवति, डा इति प्रत्ययः इति अनन्तरं तु प्रत्ययसंज्ञा भवति खलु. यत्र आदेशः भवति तस्य किम् अस्ति, तत्र वयं पूर्वं वयं पठितवन्तः खलु एकं सूत्रं, यत्र वयं स्थानिवद् आदेशो वनल्विदौ इति सूत्रं पठितवन्तः. अनेन स्थाने स्थाने यदा डा डा इति प्रत्ययः आगच्छति तदा तु डा इति आदेशस्य अपि पूर्वसंज्ञा यत् अस्ति तत्र अल्विधिकार्यं विहाय अन्ये सर्वे विधेयः तु तत्र गृहीतः भवन्ति खलु, तत्र प्रत्ययसंज्ञा अपि भवति डा इत्यस्य. तर्हि अस्माकं चिन्तनं किं भवति, यदि डा इत्यस्य प्रत्ययसंज्ञा भवति चेत् डा इति डा इति तु डकारस्य संज्ञा भवति, तर्हि आकारः एव अवशिष्यते, तर्हि आकारः तु अनेकानि नास्ति खलु, एक एव अल्वर्णः अस्ति. तर्हि लुटः प्रथमस्य गारो रसः इत्यस्मिन् किं भवति, अनेकांशत् सर्वस्य प्रसक्तिः न भवति, एक एव अल्वर्णः अस्ति इति कृत्वा तर्हि किं भवति, तिप् इत्यस्य तु पकारस्य स्थाने डा इति भवति इति भवति स्म खलु, आकारः आगच्छति, तर्हि किं भवति, टि प्लस् आ इति भवति चिन्तनं प्रत्ययः, किन्तु तथा न भवति. तर्हि तस्मिन् विषये परिभाषेन्दुशेखरे सामान्यतया दत्तमस्ति, परिभाषा अस्ति नानुबन्धकृतम् अनेकाल्त्वम् इत्युक्ते अनेकाल् इति यत्र वयं स्वीकुर्मः तत्र तु अनुबन्धरहित यत् शब्दम् अस्ति तद्दृशम्. तर्हि अत्र डा इत्यस्मिन् अनुबन्धं सर्वं त्यक्त्वा आ इत्येव स्वीकर्तुं शक्यते तादृशचिन्तनमस्ति चेत्, किन्तु अत्र डादिविषये तु तत् तस्मिन् विषये तु किञ्चित् चिन्तनम् अनन्तरं कुर्मः, डादिविषये तु सर्वादेशत्वम् इति सर्वम् अनन्तरं चिन्तयामः, किन्तु तस्य उत्तररूपेण किं गतमिति चेत् प्रथमं तु डा इति केवलं शब्दः अस्ति, तस्य प्रत्ययः संज्ञा भवति वा, यावत्पर्यन्तं तिप् इत्यस्य स्थाने आदेशः न भवति तावत्पर्यन्तं केवलं डा इति शब्दः एव अस्ति खलु, तस्य तु संज्ञा न भवति. यदा तिप् इत्यस्य स्थाने आदेशः भवति तदा एव तस्य प्रत्ययसंज्ञा विधीयते, तावत्पर्यन्तं प्रत्ययः नास्ति इति यत्र अवगच्छामः तर्हि वयम् अवगच्छामः ड इति यावत्पर्यन्तं तत्र आदेशः भवति, आदेशस्य समये तस्य तु ड इत्यस्य लोपः न भवति, डकारस्य लोपः न भवति. किमर्थं प्रत्ययः नास्ति, प्रत्ययः नास्ति इति कृत्वा कथं वा न वयं चुटु इत्यस्य प्रसक्तिः प्राप्तिः भवति, न भवति, यावत्पर्यन्तं तत्र आदेशः न भवति तिप् इत्यस्य आदेशः. तर्हि अनेकाल्पतरे प्रथमं डा इति शब्दः अस्ति, सः शब्दः तु प्रत्ययः नास्ति इति कृत्वा चुटु इति विघ्न विधीयते, तस्मिन् स्थितौ डकारः इत्संज्ञकः नास्ति प्रथमसोपाने, तदा तु डा इति अनेकवर्णः अस्ति इति कृत्वा अनेकांशत् सर्वसेचनेन तिप् इत्यस्य पूर्णतया आदेशः भवति, डा इत्यस्य आदेशः भवति. यदा आदेशः सञ्जातं तदनन्तरं ढा इति प्रत्ययः भवति, तदा चुटु इति सूत्रेण डकारस्य लोपः भवति, आकारः तिष्ठति. प्रत्यय अभावात् शब्दमेव, चुटु कार्यं न करोति, कार्यं न करोति. अस्तु महोदय, अस्तु. प्रत्ययात् भवति चेत् चुट्टु कार्यं करोति, अत्र आकारः एव तिष्ठति टकारस्य लोपस्य अनन्तरं. सो अनन्तरम् आकारः अनेकाचित् सर्वस्य नास्ति वा? प्रथमं तु यत्र आदेशः भवति खलु, तत्र नास्ति प्रत्यय. अधुना तु खलु अनेकाचित् सर्वस्य इत्युक्ते पूर्णतया पूर्वतनप्रत्ययस्य आहत्य सर्वापहारं कृत्वा तत्र डा इत्यस्य आदेशदर्शनं जातम्. यदि अनेकाक्षत्रस्य इति नास्ति चेत् किं भवति? अलोन्तस्य इति भवति स्म, अन्तिमवर्णस्य आदेशः भवति, तथा नास्ति खलु. अधुना तु डा इति अनेकवर्णः इति स्वीकुर्मः इति कृत्वा एव पूर्णस्य तिप् इत्यस्य स्थाने डा इति आदेशः भवति, नो चेत् पकारस्य स्थाने एव आदेशः भवति खलु. अलोन्तस्य इति भूत्वा सि प्लस् आ इति भवति स्म, तत्तु दोषाय भवति खलु, तत्र निवारितं भवति. अधुना केन कारणेन निवारितं भवति? ड इति प्रत्ययः पूर्वं प्रथमसोपाने ड इति प्रत्ययः नास्ति, केवलं शब्दः इति वयं यदा अङ्गीकुर्मः तत् वयम् अस्माकं तत्र अनेकाचित् सर्वस्य तदा तु अनेकालस्ति इति स्वीकृत्य तत्र पूर्णप्रत्ययस्य स्थाने तत्र आदेशः भवति, सर्वस्य अपि आदेशः भवति. धन्यवादः महोदय. न अनुबन्धकृतम् अनेकालत्वं तस्य संज्ञा यस्य न भवति तस्य अनेकालत्वम् अस्ति साधु इत्युक्ते नानुबन्धकृतम् अनेकालत्वम् इत्युक्ते अनुबन्धरहितरूपमेव अनेकालत्वम् इति स्वीकर्तव्यम् इति धातोः कर्तरि शप् इति स्वीकुर्मः इति चिन्तयतु भगिनि. यदि शप् इति वयम् अनेकाल अत्र तु अनुबन्धसहितरूपं पश्यामः चेत् चकारः अस्ति, अकारः अस्ति, पकारः अस्ति, तदा तु अनेकाल् भवति स्म यदि वयं तथा स्वीकुर्मः चेत्, तदा तु धातोः तस्मिन् स्थाने शप् इति भवति स्म, तथा नास्ति खलु. तर्हि यत्र वयम् अनेकाल् इति यत्र वयं गणः कुर्मः अल् अस्ति वा अनेकाल् अस्ति वा इति यत्र चिन्तनं कुर्मः, तदा तु यत्यत् अनुबन्धलोपस्य अनन्तरमेव द्रष्टव्यम् इति. तर्हि शप् इत्यस्य तु शकारस्य लोपं भूत्वा पकारस्य लोपं भूत्वा अ इति अवशिष्यते. शप् इति प्रायः दोषाय भवति स्म, अस्तेर्भूः इति स्वीकुर्मः चेत् तदपि दोषाय भवति, प्रत्येकं किमपि चिन्तनं भवति. इदानीं कथं वक्तव्यं यत् यदा डा इति आदेशः अस्ति, सिप् योजने सिप् स्थाने यदि आदिष्ट अस्ति तस्य पूर्वम् एव दा इति अनेकाल् अस्ति. यदि दा अनेकाल् अस्ति तद् आदेशरूपे अस्ति. यदि आदेशरूपेण अस्ति तत्र चिटु इति कार्यं न कर्तुं शक्नोति तत् अवस्थायां तत्र प्रत्ययः नास्ति, संज्ञा न भवितुं शक्नोति यावत्पर्यन्तं चित् स्थाने दा स्थाने न भवति. इदानीं तत्र इति अस्ति अनेकालत्वम् अस्ति, इदानीम् अनेकालत्वम् अस्ति, तत् अपेक्षितम् अस्ति अनेकालत्वं, कारणकी अस्ति तत् अपि अनेकाल् अस्ति. सो अनेकाल् पूर्णतया आदेश भवेत् इति, डा इति यदि आगच्छति ति स्थाने, इदानीं डा स्थाने स्थानीयवत् स्थाने भाववत् अनर्विधि, अनेन तस्य प्रसक्तिः भवति कारणं कि अल्विधिः नास्ति. आगच्छति. इदानीं निस्थानिवत् प्रत्ययम् आगच्छति दा, प्रत्ययं यदि अध्यारोपते इदानीं दा इत्यस्य, तत्र चुट्टु अनेन डकारस्य लोपः भवति, इदानीम् आ अवशिष्यते. यदि आ अवशिष्यते तत्र कथम् अनेकाल्त्वं गृहीतं भवति, कारणं आ इति एक अल् भवति तत्र इति अस्ति, न अनुबन्धकृतम् अनेकाल्त्वं पूर्वं भवति तत् अनानुबन्धकृतम् अनेकाल्त्वम्. आम् आम् अनुबन्ध अनेकाल्त्वं यदा वयं स्वीकुर्मः तदा तु अनुबन्धरहितं रूपं स्वीकर्तव्यम् इति वदति. अस्तु, तु इदानीं दा विषये यत् सर्वादेशत्वं विना अनुबन्ध अनुबन्धत्वस्य अभावे आनुपूर्वसिद्धं. यदि सर्वादेशत्वं वयं स्वीकृतवन्तः अपि अनुबन्धस्व यदि अनुबन्धः भवति तत्र आनुपूर्वी इति सिद्धान्तेन इति आगच्छति अनेकाल्त्वं तत्र इति द्वितीयरूपम्. अनुपूर्वी इति किं सिद्धान्तम् अस्ति इति जानाति वा भगिनि? अत्रभागे दत्तमस्ति द्वितीयपरिच्छेदे भगिनि, तत्र क्रमेण यत् वर्णानाः भवति तत् अनुपूरी भवति. अधोभागे अस्ति अग्नि, अधोभागे अर्थमस्ति. अहं पठामि भगिनि. चुटु प्रत्ययस्य आदौ चवर्गीयः छ छ ज झ ञ अथवा टवर्गीय वर्णाः भवति चेत् तस्य वर्ण्यस्य इत्संज्ञा भवति. चुश्च चुश्च तयोः इतरेतरद्वन्द्वः चुटु द्विवचने गुरु शब्दवत् शब्दः एव. चुटु प्रति पदमान्तम् एकपदमिदं सूत्रं वचनविपरिणामं क्रियते. अनुवृत्तिचेतसूत्रम् उपदेशे प्रत्ययस्य आदि चुट्टु इतौ चुट्टु इति इत्संज्ञासूत्रं केवलं प्रत्ययविषये एव भवति. प्रत्ययस्य आदौ चवर्गीय अथवा चवर्गीय वर्णः सन्ति. चवर्गीय वर्णः छ छ झ झ ञ, चवर्गीय वर्णः ठ ठ ढ ढ ण वर्णाः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति. अनुभूतिसूत्रम् उपदेशे प्रत्ययस्य आदिच्युतु इथौ. ततः अग्रे च उच्यते यत् यदि इत्संज्ञायोग्यत्वेन अनुबन्धत्वं तर्हि अनेकाल अभावे कथं वा सर्वदेशत्वं सर्वादेशत्वं स्यात्. उत्तरत्वेन उक्तं यत् अभावेन आनुपूर्व्यसिद्धत्वं डा इत्यस्य आनुपूर्वीकृत्वा डा योगः आ दीर्घ आकारः आनुपूर्वी इत्युक्ते वर्णानां क्रमः. अत्र क्रमः अस्ति डकारः आकारः अस्ति इति मन्ये भगिनि. आनुपूर्वी युड् प्लस् आ इति भवति, न तु डा प्लस् आ. या या डकार डा प्लस् योगः आ मुद्र. अत्र क्रम आनुपूर्व अर्थमस्ति वर्णक्रमः, वर्णानां क्रमः. अत्र क्रमः अस्ति डकार योगः आकारः. अयं च आकारः दीर्घः, अतः आ इति भवितुम् अर्हति. आ इत्यपि भवितुम् अर्हति. इष्टमस्ति यत् अस्मिन् आदेशे अनेकालः स्युः, तस्य साधनार्थं डकारः गणयितुं न शक्यते चेत् आकारे वस्तुतः तु आकारद्वयं वर्तते तथा कल्पितं यदा सम्भवति च इति पारिभाष इन्दुशेखराः प्रतिपादयति नाम आकारस्य प्रश्लेषः किनिति च इति सूत्रेण अपि तादृश प्रश्लेष कृतः गित् इत्यस्य अन्तर्भावार्थ अनेन च डकारं विना अपि अनेकालत्वं तस्मात् सर्वादेशत्वं सिद्धं तदेव वयं चर्चितवन्तः इत्संज्ञा योग्यते योग्यत्वेन अनुबन्धत्वं इत्संज्ञा अस्ति चेत् एव अनुबन्ध भवति इत्संज्ञा भवति तर्हि अनेकालत्वभावे कथं वा अत्र प्रश्न उदेति इत्संज्ञा योग्यतेन अनुबन्धत्वं तर्हि अनेकालत्वं भावे अभावे कथं वा सर्वादेशत्वं स्यात् इति उत्तरमस्ति अभावेन अभावेन आनुपूर्वीसिद्धत्वम् अर्थमस्ति डा इत्यस्य आनुपूर्वी कृत्वा डकार आकार आनुपूर्वी इत्युक्ते वर्णानां क्रमः अत्र अकार आकार अस्ति चेत् इति अकार आकार योग्येन दीर्घा भूतु आ भवति वा आकार आकार आकस्तवर्णदीर्घत्वेन आकार एव भवति ततः अत्रापि अनेकाः अस्ति द्वौ आकार अत्र अस्ति ततः अनेकाः न श्रूयते न श्रूयते न श्रूयते न श्रूयते भगिनि मह्यं तदेव पारिभाष इन्दुशेखरकारः वदति अत्र आकार प्रश्लेषः किम् अर्थं भगिनि प्रश्लेषः अहं मन्ये विशिष्टं प्रश्लेषः इत्युक्ते विशिष्टः इति वा प्रश्लेष दर्शनं शक्यते विशिष्टः इति क्लोस् कान्टाक्ट् इति अस्ति युफोनिक् कोल्कुलेशन् आफ़् वर्ड्स् इति क्लोस् बबल्स् इति उदाहरणमपि अन्य उदाहरणमस्ति किनिति च किनिति च सूत्रमपि अत्र सूत्रे अपि अत्र कित् गित् अपि अस्ति केवलं कित् नास्ति ततः अनेन च डकारं विना अपि अनेकालत्वम् अस्ति ततः सर्वादेशत्वं सिद्धम् पठामि भगिनि चिन्ता नास्ति भगिनि भवती वा मणि महोदय मणिमहोदय पठति भवती पठतु अनन्तरं महोदय महोदय मम क्रमः वा अस्तु अस्तु परस्मापि अनेकाञ्चित् सर्वस्य पुनः पठामि वा अत्र आम् आम् आदेशः अनेकाञ्चित् चेत् सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य अलन्तु इत्यस्य अपवादः न एकः अनेकः नञ् तत्पुरुषः अनेकः अल् यस्य सः अनेकाल् बहुव्रीहि स इत् यस्य सः सित् बहुव्रीहि अनेकाल् च सित् च अनेकाल्चित् बहुव्रीहि गर्भसमागरद्वन्द्वः अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः अनेकाल् इत्युक्तौ तादृश आदेशः यस्मिन् एकः एव वर्णः न अपि तु अनेकवर्णः अनेकाल् प्रथमान्तं चित् प्रथमान्तं सर्वस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रम् स्थाने अन्तर्तमः इत्यस्मात् स्थाने इत्यस्य अनिवृत्तिः अनिवृत्तिसहितसूत्रम् अनेकाचित् सर्वस्य स्थाने अत्र अनेकाचित् सर्वस्य सूत्रं वदति आदेशः अनेकाल् अत्र डा इति यदपि डकारः लोपः भवति आ इति अनेकाल् अस्ति अतः आदेशः अनेकाचित् सर्वस्य इति वदामः इति क्षम्यता महोदय नास्ति वा प्रश्नः अस्ति आदेश अनेकाल् भवेत् वा षित् भवेत् षित् अपि भवेत् आमां सर्वस्य स्थाने भवति आं भगिनि अनेकाल् वा षित् वा यः कोऽपि एकं भवति चेदपि तत्र तदपि चलति तस्य अपि निमित्तं भवति साधु डा इति तत्र षित् नास्ति साधु डा किन्तु अनेकः अस्तु अनेकः भवेत् पश्यत् नास्ति तत् तदापि कार्यं कर्तुं शक्नोति अस्तु तावत् पर्यन्तं कृतवन्तः तावदेव कृतवन्तः सर्वे कारणकि यत् परिभाषा अस्ति तस्य चर्चा जाता कि यदि अनेका शुक् महोदय उक्तवान् यदि लिट् प्रथमस्य दारौ रस् अस्ति तत्र प्रथमस्य इति यदि उक्त्वा तत्र स्थानी तत्र भवति एव सो इति परिभाषास्य आवश्यकता का अस्ति नास्ति यदि वयं प्रथमस्य इति तिङ् प्रत्य स्वीकुर्मः परिभाषा नानुबन्धकृतम् अनेकालत्वं तस्य आवश्यकता एव नास्ति इति उक्तवान् महोदय सर्वे यत् तिङ् वेद् धातव अन्यद्धातव तस्याम् आवली धातु आवली पृष्टवान् किम् आवली पुनः तस्य कथं रकार आगच्छति तत्र तदपि वयं चर्चितवन्तः इति रसाभ्यां न कार्यं करोति तत्र प्रथमं होड इति तृणः यत् अस्ति होड ता इति कर्तुम् अस्ति झलि परे अस्ति होड इति पादां त्रयः ये त्रीणि सूत्राणि सन्ति होडः रसाभ्यां नो न स्नाष्टुः त्रीणि सूत्राणि अष्टाध्याम् अस्ति होडः इति पूर्वसूत्रमस्ति तस्य प्रसक्तिः प्रथमं भवति झलि परे अस्ति हकारस्य स्थाने होड इति तृणः यस्य होड तस्य कार्यं भवति सो तृण्ढ भवति इदानीं यदि ढ अस्ति ढ अपि झलि अस्ति नकारस्य इति नष्टापदान्तस्य झलि तस्मात् अनुस्वारः भवति कारणं कि तत् पूर्वसूत्रम् अस्ति श्नाष्टुः अनेन सो नष्टापदान्त झलि तस्य कार्यं भवति यदि अनुस्वारः अस्ति तत्र नशाभ्यां नो न वा श्नाष्टुः द्वयोः प्रसक्तिः न एव भवति तदनन्तरम् अनुस्वारस्य यै प्रस्तवान् अनेन नकार आगच्छति न तु श्नाष्टुः वा रसाभ्यां नो न अनेन इति वयं चर्चितवन्तः अस्तु वयं तर्हि अस्माकम् आवलीं तद् अर्थसहितं पठित्वा आगच्छामः वयम् अत्र रथा इति सूत्रे इति गणे यत् अस्ति तत् ये ये दातवः सन्ति लाभदायकं भवति अधुनैव पठामि तदनन्तरं अग्रिमसप्ताहे तु स्वरति अनन्तरं पञ्चदातुमपि स्वीकृत्य पठामः ऊञ्जितो पञ्चदातुं दशदातुं पठामः अग्रिमसप्ताहे धन्यवादः। धन्यवादः, धन्यवादः, शुभरात्रिः, शुभरात्रिः, दूरवाणी जातं महोदय.